पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 26 नारद उवाच गुणाधिकेभ्यो विप्रेभ्यो दातुकामोऽपि मानवः कानि कानि च लोकेऽस्मिन् दद्यात् सर्वं तथा वद महादेव उवाच लोके तत्त्वं हि संज्ञाय शृणु देवर्षिसत्तम अन्नमेवं प्रशंसन्ति सर्वमन्ये प्रतिष्ठितं तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः अन्येन सदृशं दानं न भूतं न भविष्यति अन्येन धार्यते विश्वं जगस्थावरजङ्गमम् अन्नमूर्जस्करं लोके प्राणा ह्यन्ये प्रतिष्ठिताः दातव्यं भक्ष्यमेवान्नं ब्राह्मणाय महात्मने कुटुम्बं पीडयित्वापि आत्मनो भूदिमिच्छदा नारदासौ विदां श्रेष्ठो यो दद्यादन्नमर्धिने ब्राह्मणायार्तरूपाय पारलौकिकमात्मनः आत्मीयभूदिमन्विच्छेत्काले द्विजमुपस्थितं श्रान्तमध्वनिवर्तं तं गृहस्थं गृहमागतम् अन्नदप्राप्नुदे विद्वान् सुशीलो वीदमत्सरः क्रोधमुत्पदिदं हित्वा दिवि चेह च यत्सुखं नाभिनिन्दे च अधितिं न द्रुह्याच्च कथञ्चन ब्रह्म विदेर्पयेदन्नं तच्च दानं विशिष्यते श्रान्ताय दृष्टपूर्वाय अन्नमध्वनिवर्तिने यो दद्याच्च परिकृष्टं सर्वधर्ममवाप्नुयाद पितृदेवांस्तथा विप्रातिदींश्च महामुने यो नरः प्रीणयेदान्नैस्तस्य पुण्यमनन्दकं कृत्वापि सुमहत्पापं यो दद्यादन्नमर्धिने ब्राह्मणाय विशेषेण सदु पापैः प्रमुच्यते ब्राह्मणेष्वक्षयं दानमन्नं शूद्रे महद्फलम् अन्नदानं च शूद्रे च ब्राह्मणे चावशिष्यते न पृच्छेद्गोत्रचरणं न च स्वाध्यायमेव च भिक्षुको ब्राह्मणो ह्यत्र दद्यादन्नं प्रयाति च अन्नदस्य शुभा वृक्षा सर्वकामफलान्विताः सम्भवन्तीह लोके च हर्षयुक्तास्त्रिविष्टपे अन्नदानेन ये लोकास्तान् शृणुष्व महामुने विमानानि प्रकाशन्ते दिवि तेषां महात्मनां नानासंस्थानरूपाणि नानाकामान्वितानि च सर्वकामफलाश्चापि वृक्षा भुवनसंस्थिताः हेमवाप्यशुभा सर्वा दीर्घिकाश्चैव सर्वशः कोशवन्ति च यानानि मुक्तान्यधसहस्रशः भक्ष्यभोज्यमया शैला वासांस्याभरणानि च क्षीरं स्रवन्त्यसरितस्तथैवाज्यस्य पर्वताः प्रसादाशुभ्रवर्णाभाः शय्याश्च कनकोज्ज्वलाः तदन्नं दातुमिच्छन्ति तस्मादन्नप्रदो भवेद् एते लोकाः पुण्यकृदा मन्नदानं महद्फलं तस्मादन्नं विशेषेण दातव्यं मानवैर्भुवि इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायाम् उत्तरखण्डे उमापदि नारदसंवादे अन्नदानप्रशंसा नाम षड्विंशोऽध्यायः ॐ